नमस्कारः सर्वेभ्यः, स्वागतम्। अद्यतनन्यायचिन्तनवर्गः अस्ति, तत्र विषयः अस्ति अनुमानमेव। तत्र सम्बन्धः अपि च अनुमितेः लक्षणवाक्यम् इति अस्मात्। तत्र राजेन्द्रमहोदय पठति वा? तत्र 189 तमे पुटे कुत्र महोदय? नवाशीति अधिक एकशततमपुटे 189 इति। तत्तु ज्ञातं कुतः? ओ क्षम्यताम्, अधोभागे तत्र स्थूलाक्षरैः अस्ति खलु? आमां, व्याप्तिविशिष्ट पूर्वम् अनुमतिकरणम् अनुमानमिति अस्मात्। अनुमतिकरणम् अनुमानं महोदय, बहुकालतः न पठितवान्, प्रायशः किमपि न अवगच्छामि। अस्तु अस्तु महोदय, अनुमितिकरणम् अनुमानं परामर्शजन्यं ज्ञानम् अनुमितिः इति। अस्याः अनुमितेः जनकीभूतः परामर्शः स विषयः निरूपित एव, तल्लक्षणं तज्जन्यत्वं च अनुमितेराह सङ्ग्रहे व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः, यथा वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानं परामर्शः, तज्जन्यं वह्निमान् पर्वतः इति ज्ञानम् अनुमितिः। अस्तु, इदानीम् अनुमितेः विषये, अनुमानम् इति विषये स्मः किल? द्वयमपि। अस्तु, अनुमितेः अनुमितिः इति ज्ञानं, तस्य असाधारणकारणम् अस्ति अनुमानम्। परामर्शजन्यं ज्ञानम् अनुमितिः। परामर्शः इति यत् व्यापारः अस्ति, तस्य यत् जन्यं ज्ञानम् अस्ति तस्य नाम अनुमितिः, परन्तु परामर्शः इति व्यापारः किल महोदय? आम्। अस्तु, अत्र अनुमितेः जनकीभूतः परामर्शः स विषयः निरूपितः एव। पूर्वमेव वयं दृष्टवन्तः तत्र यत् अनुमितेः जनकः यद् परामर्शः अस्ति, तद् सविषयः सविषयकज्ञानमस्ति, तस्य वयं पूर्वमेव निरूपणं कृतवन्तः। तस्य लक्षणवाक्यम् अस्ति व्याप्ति, क्षम्यताम्, एतत्तु परामर्शस्य लक्षणवाक्यमस्ति व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः इति। यथा तत्र परामर्शज्ञानस्य उदाहरणमस्ति वह्निव्याप्य धूमवान् अयं पर्वतः इति, यत् ज्ञानमस्ति तदेव परामर्शज्ञानं। वह्निमान् तज्जन्यं, तस्मात् जन्यं, परामर्शात् यज्जन्यं ज्ञानम् अनुमितिः इति, तद् वह्निमान् पर्वतः इति भवति। अत्र पक्षधर्मता कः? पक्षधर्मता ज्ञानम्, पक्षधर्मता ज्ञानमेव व्याप्तिविशिष्ट ज्ञानं पक्षधर्मता ज्ञानम्। धूमः इति पक्षधर्मता ज्ञानं। परामर्शे व्याप्तिज्ञानमपि अस्ति, पक्षधर्मता ज्ञानमपि अस्ति, तदेव वयं गतसप्ताहे पठितवन्तः। सत्यं, ज्ञानद्वयम् अस्ति। धूमः वह्निव्याप्यः इति व्याप्तिज्ञानं, पक्षधर्मता इति पर्वतः धूमवान्। सत्यम्, पक्षधर्मता धूमे, पक्षधर्मता पक्षधर्मः धूमः एव। अस्तु, चालु, अत्र प्रतिशब्दस्य विवरणम् अग्रे आगच्छति एव, अग्रे पठतु कृपया, अग्रिमे पुटे। व्याप्त्या विशिष्टं व्याप्तिविशिष्टं, तादृशं यत् पक्षधर्मता ज्ञानम् इति तदर्थः। व्याप्तिविशिष्टं पक्षधर्मतायाः ज्ञानं विशिष्टम् इत्यस्य सम्बन्धम् इति अर्थः. तत्र वयं यदा दृष्टवन्तः व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः, तत्र व्याप्तिविशिष्टम् इति पदस्य विग्रहवाक्यमस्ति व्याप्त्या विशिष्टम् इति तृतीया तत्पुरुषः. तादृशं यत् व्याप्त्या विशिष्टं यत् पक्षधर्मताज्ञानं, तस्य अर्थमस्ति पक्षधर्मताज्ञानम् इति. व्याप्त्या विशिष्टं यद् ज्ञानमस्ति तद् पक्षधर्मता ज्ञानम् अस्तु. व्याप्तिविशिष्टं पक्षधर्मतायाः ज्ञानम्, व्याप्त्या विशिष्टं पक्षधर्मता ज्ञानम् इति अर्थः. पक्षधर्मतायाः ज्ञानं व्याप्त्या व्याप्तिविशिष्टम् अस्तु, तदेव भिन्नरीत्या प्रदर्शितमस्ति. षष्ठी तत्पुरुषः विशिष्टम् इत्यस्य सम्बद्धम् इति अर्थः. तत्र यद् विशिष्टं व्याप्तिविशिष्टम् इति दत्तमस्ति, तत्र विशिष्टम् इत्युक्ते सम्बन्धं सम्बद्धं व्याप्ति सम्बद्धपक्षधर्मतायाः ज्ञानम्. अपि च व्याप्तिविशिष्टं पक्षधर्मता ज्ञानं, तयोः कीदृशः समासः? व्याप्तिविशिष्टं पक्षधर्मता ज्ञानम् इत्युक्ते विशेषणविशेष्यभावः कर्मधारयसमासः. तर्हि तस्मिन् सम्पूर्णपदे समासत्रयमस्ति खलु, इति भवत्या उक्तं. तृतीयतत्पुरुषः, षष्ठीतत्पुरुषः, अपि च कर्मधारय. अस्मिन् परिच्छेदे प्रश्नः अस्ति वा? नमस्ते सरला भगिनी, दृष्टं मया. नमस्ते महोदय. चिन्ता नास्ति, चिन्ता नास्ति, इदमेव आरब्धः. अस्तु अग्रे रामप्रिया भगिनी. साध्य अभाव अधिकरणवृत्तित्वभावः व्याप्तिः निरूपिता एव अनुपदं, तया सम्बद्धं ज्ञानम् इति अर्थः प्रतिभाति. तादृशवृत्तित्वभावस्तु तर्षितरीत्या धूमादिना सम्बद्धः न ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः. सर्वस्यापि ज्ञानस्य स्वविषयेण विषयता सम्बन्धः अबाधित इति उपपत्तिः अस्तु. तत्र अस्माकं द्वितीय प्रथम पदस्य तु इदानीं वयम् उक्तवन्तः अर्थः. इदानीं तत्र साध्य अभाव अधिकरणवृत्तित्व अभावः व्याप्तिः. अत्र व्याप्तिः इत्युक्ते किम् इति एकमेकं पदं स्वीकृत्य तस्य अर्थः तत्र दत्तमस्ति. इदानीं व्याप्तिः इत्युक्ते साध्य अभाव अधिकरणवृत्तित्व अभावः इति, तद् वयम् अनुपदं पूर्वं निरूपितवन्तः. साध्य अभाव अधिकरणवृत्तित्व अभावः इत्युक्ते किम् इति वयं दृष्टवन्तः. तया इत्युक्ते व्याप्त्या सम्बद्धं ज्ञानम् इति अर्थः प्रतिभाति. अस्तु, व्याप्त्या सम्बद्धं ज्ञानं, तदेव पूर्वं विशिष्ट व्याप्तिविशिष्टज्ञानम् इति यत् अस्ति तदेव पुनः दत्तमस्ति. अस्तु, तादृशवृत्तित्व अभावस्तु साध्याभाव अधिकरणवृत्तित्व अभावः दर्शितरीत्या धूमादिना सम्बन्धः न ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः. एतादृशव्याप्ति ज्ञानं धूम आदिना सम्बन्धः, धूमेन सम्बन्धः अस्ति, परन्तु तद् न ज्ञानं, व्याप्तिविशिष्टज्ञानं न ज्ञानं, न ज्ञाने, न ज्ञाने, ज्ञाने तादृशसम्बन्धः नास्ति. अत्र विषयतारूपः ग्राह्यः इत्युक्ते सम्बन्धविषये एव दत्तमस्ति किल. एतादृशज्ञानं व्याप्तिज्ञानं विषयतासम्बन्धेन कुत्र अस्ति परामर्श परामर्शज्ञाने एव किल परामर्शज्ञाने एव अस्ति अत्र सामान्यतया अभावः धूमे केन सम्बन्धेन अस्ति स्वरूपसम्बन्धेन हा सामान्यं तथा अस्ति किन्तु यद्यपि तथा अस्ति अत्र अत्र व्याप्तिसम्बद्धम् इति उक्तं खलु व्याप्तिसम्बद्धं ज्ञानमिति उक्तं तर्हि अस्य व्याप्तिसम्बन्धः धूमेन तु स्वरूपसम्बन्धेन अस्ति किन्तु अत्र ज्ञाने केन सम्बन्धेन विषयतासम्बन्धेन इति पतनस्य आशा ओ अस्तु वस्तुतया धूमादिना इत्युक्ते हेतु हेतु इत्यादिना धूमः हेतुः नो चेत् किमपि किमपि अपरः हेतुः तथा अस्ति सम्बन्धः किन्तु अत्र वाक्ये व्याप्तिविशिष्टज्ञानम् अस्ति खलु व्याप्तिविशिष्टपक्षधर्मतायाः ज्ञानं तर्हि ज्ञानं विषयता ज्ञाने विषयः ज्ञाने विषयता सम्बन्धेन अस्ति खलु तथा एव तावदेव तदेव अस्तु सर्वस्यापि ज्ञानस्य स्वविषयेन विषयतासम्बन्धः अबाधित इति उक्तः उपपत्तिः तदेव भवान् यद् उक्तवान् ज्ञानस्य तु स्वविषयेन सर्वस्यापि ज्ञानस्य विषयतासम्बन्धेन स्वविषये इत्युक्ते तस्य पर ज्ञानः ज्ञाने इति स्वविषये विषयः ज्ञाने विषयतासम्बन्धेन भवति इति उपपत्तिः प्रश्नः अस्ति वा यथा अस्तु अग्रे कृपया समापयतु आम् पक्षधर्मतायाः ज्ञानम् इत्यत्रापि धर्मतापदं सम्बन्धार्थकम् पक्षस्य सम्बन्धः इति अर्थः स च उक्तपरामर्शे भासमानः धूमरूपे हेतौ पर्वतरूपपक्षस्य संयोगः सम्बन्धः अयं च पक्षधर्मता इति पदार्थः संवृतः ततः विद्यमानायाः षष्ट्याः अपि विषयता इति अर्थः तथा च यत् ज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेतोः सम्बन्धं च विषयीकरोति तद् ज्ञानं परामर्शः इति फलितं भवती हि परामर्शः तथाविधः तत्र उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात् अस्तु इदानीं पक्षधर्मतायाः ज्ञानम् इति यद् पदमस्ति व्याप्ति वयं दृष्टवन्तः पक्षधर्मता ज्ञानम् इति पदम् इदानीं तत्र पक्षधर्मतायाः ज्ञानम् इति पुनः षष्टि ज्ञानम् इत्यत्रापि धर्मतापदं सम्बन्धार्थकं तत्र पक्षधर्मतायाः ज्ञानम् इति यत्र तद् धर्मता इति पदमस्ति तस्य सम्बन्धम् इति अर्थः सम्बन्धं कयोः सम्बन्धं पक्षस्य हेतोः सम्बन्धम् पक्षहेतोः अथवा पक्षस्य हेतोः च इति हेतोः मिलित्वा हेतोः समासः पक्षहेतोः सम्बन्धम् अस्तु पक्षस्य सम्बन्धः इति अर्थः तदेव कयोः इत्युक्ते पक्षहेतोः सम्बन्धः इति अर्थः स च उक्तपरामर्शे भासमानः धूमरूपे हेतौ पर्वतरूपपक्षस्य संयोगसम्बन्धः स च इत्युक्ते सम्बन्धः च उक्तपरामर्शे भासमानः यद् परामर्शः इति विषये वयम् इदानीं पश्यामः तत्र परामर्शे तयोः सम्बन्धः अस्ति पक्षहेतोः धूमरूपः तु हेतौ पर्वतरूपपक्षस्य धूमपर्वतयोः संयोगसम्बन्धः तदेव परामर्शे अयं च पक्षधर्मता आं महोदय अत्र धूमपर्वतयोः संयोगसम्बन्धः, किन्तु सर्वत्र तथा इति नियमः नास्ति खलु, कुत्रचित् भिन्नसम्बन्धः भवितुमर्हति. अस्मिन् उदाहरणे संयोगः पक्षधूमयोः पर्वतधूमयोः. अयं च पक्षधर्मता इति पदार्थः संवृत्तः. अयं च इत्युक्ते संयोगसम्बन्धः च पक्षधर्मता इति पदार्थः संवृत्तः. पक्षधर्मता इति यत् पदार्थः अस्ति तया संवृत्तः किल संयोगसम्बन्धः. अस्तु, ततः विद्यमानयाः षष्ट्याः अपि विषयता इति अर्थः. अस्तु, षष्टी पक्षधर्मतायाः ज्ञानम् इति षष्टी दृष्टवन्तः. पूर्वस्मिन् षष्टि विषये अस्ति इति चिन्तयामि. तदेव तदेव पुनः आम् अस्तु, पक्षधर्मतायाः ज्ञानम् इति यत्र विद्यमानयाः षष्ट्याः विषयता इति अर्थः. तदेव विषयता, पक्षधर्मतायाः ज्ञानम् इति विषयता इति तस्य अर्थः अस्ति. तथा च यत् ज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेतोः सम्बन्धं च विषयीकरोति तद् ज्ञानं परामर्शः. परामर्शः इत्युक्ते किम् इत्युक्ते यद् ज्ञानं व्याप्तिं विषयीकरोति पक्षहेतोः सम्बन्धं विषयीकरोति तदेव परामर्शः. तदेव परामर्शः इत्युक्ते व्याप्तिज्ञानं पक्षधर्मताज्ञानम्. पूर्वस्मिन् परिच्छेदे विषयता तत्र अभावे आसीत्, व्याप्तौ आसीत्. अस्मिन् परिच्छेदे पक्षधर्मता तत्र विषयता इति सम्बन्धः अस्ति. परामर्शः इत्युक्ते व्याप्तिविशिष्ट पक्षधर्मतायाः ज्ञानं, तत्र व्याप्तिविशिष्टधर्मज्ञानं हेतुज्ञानं पक्षधर्मता ज्ञानम् इति ज्ञानद्वयमस्ति खलु. व्याप्तिज्ञानं पक्षहेतुसम्बन्धज्ञानं. पूर्वस्मिन् परिच्छेदे व्याप्ति इति विषयतासम्बन्धः उक्तम्, अत्र सम्बन्धः अपि विषयतासम्बन्धेन अस्ति इति. तर्हि परामर्शः व्याप्तिं विषयीकरोति, पक्षहेतोः सम्बन्धमपि विषयीकरोति. ज्ञानद्वयं परामर्शे मिलित्वा अस्ति. खलु भवतीः भवतीः परामर्शः तथाविधः. परामर्शः तादृशविधः इत्युक्ते व्याप्तिं विषयीकरोति, पक्षहेतोः सम्बन्धं च विषयीकरोति यद् ज्ञानं परामर्शः तद् तादृशः तथाविधः. अस्तु, तत्र उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात् परामर्शे यद् व्याप्तेः उक्तरीत्या इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः तस्मिन् तया रीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य विषयीकरणात् यदा पूर्वं दत्तमस्ति तदेव पुनः व्याप्तिं विषयीकरोति पक्षहेतोः सम्बन्धं च विषयीकरोति तदेव परामर्शः इति विषयीकरणात् इति पञ्चमी तस्मात्. प्रश्नः अस्ति वा कस्यापि? केन आगतम् इदानीं? नमस्ते महोदय, अहं सुनिता अस्मि. अस्तु भगिनि, अस्तु. राजेन्द्रमहोदय पठितुमिच्छति वा, नो चेत् सरला भगिनी पठति? पठामि महोदय, भवान् किञ्चित् साहाय्यं करोतु. सम्बन्धस्य प्रकारता अवच्छेदकत्वं, तत्र एकः पदार्थः यदा अपरपदार्थे विशेषणीयभूय ज्ञाने विषयी भवति तदा तयोः सम्बन्धो अपि नियमेन ज्ञानेन प्रकाशयते. तत्र सम्बन्धे या ज्ञानीयाः विषयिता स एव संसर्गता इति चिन्तितम् एव अस्माभिः तत्र तत्र. पृष्ठसङ्ख्या चतुर्त्रिंशत् पृष्ठमे पृष्ठे तथा च परामर्शे मुख्यप्रकारः वह्नि अभावे प्रतियोगितासम्बन्धेन भासते. साध्य अभावः वह्नि अभाव अधिकरणे स्वरूपसम्बन्धेन वह्नि अभाव अधिकरणं वृत्तित्वे निरूपितत्वसम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन वह्नि अभाव अधिकरणवृत्तित्व अभावः धूमे स्वरूपसम्बन्धेन एवं वह्नि अभाव अधिकरण निरूपित वृत्तित्व अभाव व धूमे वत् धूमे वृत्ति अभाववत् धूमे पर्वते संयोगेन अभाव धूमः धूमः पर्वते संयोगेन प्रकारी भवति इति. वह्नि अभाव अधिकरण वृत्तित्व अभाव रूपा यः व्याप्तिः या व्याप्तिः तन्निष्ठ विषयता निरूपकत्वम् इव धूमपर्वतसंयोगादि आदिनिष्ठ सांसर्गिक विषयितानिरूपित निरूपकत्वं तादृशपरामर्शस्य अक्षतम् एव. सम्बन्धस्य प्रकारता अवच्छेदक. अत्र पूर्वं तु पूर्वं भगिनी या पठितवती तत्र तु पक्षधर्मतायाः कीदृशी सम्बन्धः अस्ति तत् निरूपितम् आसीत्. इदानीं प्रकारता अवच्छेदकत्वं कीदृशी सम्बन्धः अस्ति तस्मिन् विषये अत्र दत्तमस्ति. एकः पदार्थः यदा अपरपदार्थे विशेषणीयभूयः भूय ज्ञाने विषयी भवति तदा तयोः सम्बन्धो अपि नियमेन ज्ञानेन प्रकाशयते. यथा एकः पदार्थः अपरपदार्थैः सह यथा विशेषणीभूयः एकपदार्थः अपरपदार्थस्य विशेषणीकरोति ज्ञाने विषयी भवति अपि च ज्ञाने तस्य विषयी भवति तस्मिन् ज्ञाने विषयी भवति तदा तस्य सम्बन्धः किं पदार्थयोः मध्ये सम्बन्धः किम् अस्ति तदपि नियमेन ज्ञानेन तत् प्रकाशयते. अत्र चिन्तयामि अत्र यथा परामर्शः अत्र व्याप्ति धूमव्याप्ति परामर्शस्य पक्षहेतोः सम्बन्धः किम् अस्ति तथैव अत्र एक किञ्चित् तथा महोदय यथा पूर्वम् अस्माभिः दृष्टं भूतलं घटवत् तत्र किं विशेषणं किं विशेषं घटवत् तु विशेषणं भूतलं तु विशेषः. तयोः कः सम्बन्धः संयोगसम्बन्धः इति ज्ञाने भासते खलु. भूतलं घटवत् इति ज्ञाने विषयत्रयं भासते विशेषः विशेषणम् अस्तु प्रकारः प्रकारता अपि च सम्बन्धः संसर्गता स्मरति खलु पूर्वं बहुपूर्वं ज्ञानदीपः इति आसीत् दीपे विषयत्रयं तदेव पुनः तत्र सम्बन्धे या ज्ञानीया विषयिता स एव संसर्गता. पदार्थयोः मध्ये यः सम्बन्धः अस्ति यः ज्ञानी विषयिता अस्ति तत्र सः एव संसर्गता इति वदामः. अस्माभिः पूर्वमपि पठितम्. तथा च यथा भवान् उक्तवान् भूतलं घटव तत्र संसर्गता अस्ति, संयोगसम्बन्धः संसर्गता अस्ति, तथा च परामर्शे मुख्यप्रकारः परामर्शसन्दर्भे अस्मिन् उदाहरणे मुख्यप्रकारः वह्निः अभावे प्रतियोगितासम्बन्धेन भासते। परामर्शज्ञाने वह्निः अभावः प्रतियोगितासम्बन्धेन तस्मिन् अस्ति, प्रतियोगितासम्बन्धेन भासते। किं कस्मिन् अस्ति? परामर्श यः ज्ञानम् अस्ति तस्य वह्निः अभावे तत् प्रतियोगितासम्बन्धेन वह्निः अभावे परामर्श वह्निः अभावे प्रतियोगितासम्बन्धेन भासते। वह्निः अभावे इति एकपदं नास्ति, वह्निः अभावे प्रतियोगिता। अत्र चित्रमस्ति खलु पूर्वं, तत्र 184 आमामाम् आम् 184 186 184 वह्निः अभावः साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः हेतुः तत्र सम्बन्धः अपि लिखितः खलु, प्रतियोगितासम्बन्धः वह्निः अभावे सम्बन्धेन तदेव अभावः वह्निः स्वस्य अभावे प्रतियोगितासम्बन्धेन तदा एव अग्रे अभावः हृदादि तत् स्वरूपसम्बन्धेन हृदादि वृत्तित्वं वृत्तित्वे निरूपितत्वसम्बन्धः आधेयत्वमस्ति तत्र वृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन अभावः धूमे स्वरूपसम्बन्धेन इति पुनः उक्तं वाक्येन उक्तम् आम् वह्नि अभावे प्रतियोगितासम्बन्धेन तत् चित्रे यः उपरि दत्तमस्ति प्रथम सोपानं वह्नि अभाव अधिकरणवृत्तित्वे निरूपितसम्बन्धेन वह्नि अभावः यः वृत्तित्वे यः आधयित वृत्तित्व अभावः वह्नि अभाव अधिकरणवृत्तित्वे आधयित अस्ति हृदादि तत् वह्नि अभावः अस्ति तत् सः निरूपितत्वसम्बन्धेन अस्ति तस्मिन् वह्निः अभाव अधिकरणवृत्तित्वम् अभावे वह्निः अभाव अधिकरणवृत्तित्वम् आधेयित्वं यत् वृत्तित्वं तत् प्रतियोगितासम्बन्धेन पुनः अस्ति एवं महोदय कुत्र अस्ति पुनः कुत्र अस्ति वह्निः अभावः अधिकरणवृत्तित्वं वृत्तित्वं यः आधेयित्वं यस्मिन् आधेयित्वम् अस्ति तत्र प्रतियोगितासम्बन्धेन अस्ति सम्बन्धेन कुत्र अस्ति प्रतियोगितासम्बन्धेन अभावे अस्ति अभावे अस्ति वह्निः अभाव अधिकरणवृत्तित्व अभावः धूमे स्वरूपसम्बन्धेन अत्र वह्निः अभावः यः अधिक धूमे अस्ति सः स्वरूपसम्बन्धेन धूमे अस्ति वह्निः अभावः वृत्तित्व अभावः यस्मिन् वृत्तित्व अभावः अस्ति सः धूमे स्वरूपसम्बन्धेन अस्ति एवं वह्निः अभाव अधिकरणनिरूपित वृत्तित्व अभावत् धूमः पर्वते संयोगेन प्रकारी भवति इति धूमः या वह्निः अभाव अधिकरणनिरूपितवृत्तित्व अस्य अस्मिन् वाक्ये सम्पूर्णं तत् लिखितमस्ति चिन्तयामि एवं वह्निः अभाव अधिकरणनिरूपितवृत्तित्व अभाववत् धूमः पर्वते संयोगसम्बन्धेन अस्ति संयोगेन प्रकारी भवति इति वह्निः अभाव अधिकरणवृत्तित्व अभावरूपा या व्याप्तिः तन्निष्ठविषयितानिरूपकत्वम् एव धूमपर्वतसंयोगादि निष्ठ सांसार्गिक विषयता निरूपित निरूपकत्वम् अपि तादृश परामर्श अक्षतम् एव. किञ्चित् भवान् प्रतिपादयतु. अत्र किं वदति, परामर्शे किं किम् अस्ति? अक्षतमेव न हानिः, हानिः नास्ति अनेन वदनेन. किं केन वदनेन? यथा परामर्शे व्याप्तिज्ञानम् अस्ति खलु. आम् आम्. व्याप्तिः इति कः? का वह्नी अभाव अधिकरणवृत्तित्व अभावरूपा इति व्याप्तिः. यथा व्याप्तिनिष्ठविषयता निरूपकत्वं परामर्शे अस्ति, तथा एव पक्षहेतोः सम्बन्धः अपि अस्ति. स च सम्बन्धः धूमपर्वतसंयोगादिनिष्ठसांसर्गिकविषयतानिरूपकत्वम् इति परामर्शे अस्ति. संयोगः अस्ति धूमपर्वतयोः संयोगादि इति संयोगत्रि उदाहरणम् अस्मिन् उदाहरणे संयोगवः समवायः वा किमपि संयोगसम्बन्धादिनिष्ठ सांसर्गिकविषयता, यः सम्बन्धः स तत्रैव संसर्गता अस्ति इति भवता उक्तं खलु आरम्भे. यथा भूतलं घटवत् संयोगसम्बन्धः एव तत्र संसर्गता अस्ति. सम्बन्धनिष्ठ सांसर्गिकविषयता तस्य निरूपकत्वं परामर्शे अस्ति. परामर्शे व्याप्तिज्ञानम् अस्ति, अपि च पक्षहेतोः सम्बन्धज्ञानम् अस्ति. व्याप्तिज्ञानं वह्नि अभाव अधिकरणवृत्तित्व अभावरूपा इति व्याप्तिः, अपि च सम्बन्धः धूमपर्वतसंयोगादिनिष्ठ. अत्र केवलं संयोगसम्बन्ध इति वक्तुं शक्नुमः, किन्तु दीर्घेन पश्यामश्चेत् धूमपर्वतसंयोगादिनिष्ठ सांसर्गिकविषयता निरूपकत्वमपि परामर्शे अस्ति एव इति अपि वक्तुं शक्नुमः खलु. अन्यरीत्या वयं वक्तुं शक्नुमः व्याप्तिनिष्ठ प्रकारता निरूपित धर्म धूमपर्वतसंयोगनिष्ठसंस्कारता निरूपकज्ञानं साधु द्वे द्वाभ्यां ज्ञानाभ्यां साधु व्याप्तिप्रकारता अस्ति न विशिष्ट अस्ति तत् पर्वत भवति विशेषं सो विशिष्टवैशिष्ट अवगाय ज्ञानं साधु सो व्याप्ति विशिष्ट अस्ति धूमव्याप्ति सत्यं. किन्तु व्याप्तिविशिष्टः धूमः न तु पर्वतः खलु. तत्र कथं सो पर्वते विशेषता अस्ति पर्वते विशेषता पर्वतधूमयोः संस्कृता भवति अपि व्याप्तिः अवच्छिन्ना अस्ति तत् धूम सो व्याप्तिः अवच्छिन्ना धूमनिष्ठ प्रकारता वक्तुं शक्यते एव. अस्तु अस्तु भगिनी अग्रे पठति वा अग्रिमे पठ एतादृश. अस्तु एतादृशविस्तरस्तु वहिनित्वादिधर्मवत् संस्कारस्य अपि प्रकारता अवच्छेदकत्वबोधनाय कृतः. पूर्वं प्रकारता आदीनां निरूपणे समानाधिकरणधर्माणां वहिनित्वाभावत्व आदीनामेव समानाधिकरणविषयतानामपि विशेषत्वप्रकारत्वरूपाणाम् अवच्छेदकत्वं विशेषता अवच्छिन्ना अभावत्व अवच्छिन्ना भावनिष्ठप्रकारता इति एवं रीत्या अभिहितम्. तापर्यं प्रथमं वदामि महोदय. वयं यदि चित्रं पश्यामः 186 पृष्ठे पूर्वं वयं निरूपितवन्तः वह्नि वह्निनिष्ठप्रकारता आश्रय प्रकारता निरूपित विशेषता आश्रय अभाव निष्ठप्रकारता आश्रय अथवा निष्ठ इति उक्त्वा वयं प्रतिपादितवन्तः. तदनन्तरं वयं विशेषता तयोः मध्ये यः धर्मः अस्ति तत् स्वीकृत्य निरूप्यनिरूपकभावं कृतवन्तः. वह्नित्वनिष्ठ वह्नित्व अवच्छिन्ना प्रकारता निरूपित विशेषत्व अवच्छिन्ना प्रकार विशेषत्व अवच्छिन्न अभावनिष्ठप्रकारता निरूपित विशेषत्व अवच्छिन्न अधिकरणनिष्ठप्रकारता ईदृश्य कृतवन्तः. तदनन्तरं वयम् अभाव यत् अस्ति यत् तस्य धर्म अपि स्वीकृत्य निरूप्यनिरूपकभावः कृतवन्तः. कारणं कि अभावे न विशेषता अपि अस्ति प्रकारता अपि अस्ति. सो अभावः भवति समानाधिकरणं विशेषता अपि प्रकारतायोः. अतः अस्माकं वाक्यं भवति वह्नित्व अवच्छिन्ना प्रकारता निरूपित विशेषता अवच्छिन्ना अभावत्व अवच्छिन्ना अभावनिष्ठप्रकारता निरूपित विशेषता अवच्छिन्न अधिकरणत्व अवच्छिन्न अधिकरणनिष्ठप्रकारता. इदानीं तृतीयसोपानम् अस्ति सम्बन्ध. एकनिमिषम् सम्यक् अस्ति. केवलं राजेन्द्रमहोदय तत्र 188 तमे पुटे इति भवान् पूर्वं न आसीत्. 188 तमे पुटे अधोभागे यत् लिखितमस्ति अतः तत्र भगिनी पठति. तत्र प्रतिपादितं यत्र अभावे प्रकारता अपि अस्ति विशेषता अपि अस्ति खलु. तर्हि अभावः अवच्छिन्ना भवति विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठ तर्हि प्रकारता अवच्छिन्ना भवति विशेषता अवच्छिन्न प्रकारता अभावत्व अवच्छिन्न प्रकारता अभावनिष्ठप्रकारता इति पदत्रयं नियोज्य भगिनी पठितवती सम्यक्तया. इदानीम् इतोपि अग्रे सम्यक्तां भगिनी. इतोपि नूतन सोपानं योजयामः इदानीं सम्बन्ध योजित्वा. इदानीं यथा महोदय उक्तवान् यदि सम्बन्धः अस्ति अभावं यदि वयं स्वीकुर्मः अभावे विशेषता विशेषत्वं आगच्छति अभावे अभावत्वम् अस्ति. इदानीं यदि वयं सम्बन्धः वदामः प्रकारताया विशेषतयोः तत् सम्बन्धः भवति द्वे पदार्थे तयोः मध्ये. तो अभावनिष्ठप्रकारता इति वक्तव्यं तस्य आवश्यकता न भवति यदि वयं सम्बन्धः वदामः. इदानीं भवती वह्नित्वनिष्ठप्रकारता निरूपित विशेषत क्षम्यतां वह्नित्वनिष्ठ प्रकारता प्रतियोगितासम्बन्धेन अवच्छिन्ना निरूपित विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न प्रकारता निरूपित स्वरूपसम्बन्धेन अवच्छिन्न विशेषत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न प्रकारता निरूपित निरूपतत्वसम्बन्धेन अवच्छिन्न विशेषत्व अवच्छिन्न त्व अवच्छिन्न प्रतियोगितासम्बन्धेन अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न स्वरूपसम्बन्धेन अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न धूमत्व अवच्छिन्न प्रकारता निरूपित पर्वत्व अवच्छिन्न पर्वतत्व अवच्छिन्न विशेषता निरूपक ज्ञानं. किन्तु भगिनि संयोगसम्बन्धेन उक्तवती धूमत्व अवच्छिन्न विशेषत्व अवच्छिन्न धूमत्व अवच्छिन्न प्रकारता संयोगसम्बन्धेन अवच्छिन्न निरूपित पर्वतत्व अवच्छिन्न विशेषता निरूपक ज्ञानं. सम्यक् भगिनि, किन्तु अस्मिन् परिच्छेदे द्वितीयवाक्यम् इत्यस्मात् अन्येषां कृते पुनः तत्र पूर्वं प्रकारतादीनां तस्य सर्वं पूर्वं प्रकारता आदीनां निरूपणे समानाधिकरणधर्माणां वहिनित्वा अभावत्व आदीनाम् इव सम्मानाधिकरणविषयतानाम् अपि एतत् पर्यं यदि भवान् 188 पृष्ठे दृष्टवान् यदि अभावे समानाधिकरणम् अस्ति विशेषता अपि प्रकारतायाः सो समानाधिकरणधर्माणां तत्र समानाधिकरणधर्माणां स्वीकृत्य वहिनित्वाभाव अभावत्व आदीनां समानाधिकरणविषयतां नाम अपि स्वीकृतविशेषत्वप्रकारत्वरूपाणाम् अवच्छेदकत्वं विशेषत्वा अवच्छिन्ना अभावत्व अवच्छिन्ना अभावनिष्ठप्रकारता इति रीत्या अभिहितं यथा अत्र अस्ति 188 पृष्ठे विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठप्रकारता ईदृशरीत्या वयं निरूपकभावपर्वतं पर्यन्तं कृतवन्तः. इदानीं सम्प्रति प्रकारस्य येन सम्बन्धेन भान स सम्बन्धोऽपि प्रकारतावच्छेदको भवति इति उक्तवात् विषयतानिरूपणे पूर्व उक्तो सम्बन्धानां तत्र तत्र निवेशकार्य. इदानीं यदि वयं न केवलं धर्म अवच्छेदक भवति किन्तु सम्बन्ध अपि अवच्छेदक भवति. सो यदि सम्बन्धस्य अवच्छेदकं वयं इति अपि इन्क्लूड् स्वीकुर्मः तत् निष्ठप्रदस्य इति आवश्यकता न आगच्छति. तदपि प्रकारतावच्छेदकं भवति सम्बन्ध इति. एवम् अभावत्व अवच्छिन्ने इति उक्तवात् सम्प्रति अभावनिष्ठ इत्यादि न वक्तव्यम्. इदानीम् उक्तवती तथा च वहिनित्वा अवच्छिन्न प्रतियोगिता सम्बन्ध अवच्छिन्ना प्रकारिता निरूपित विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न प्रकारता निरूपते इति आदि रीत्या पर्वत अवच्छिन्न विशेषता निरूपकज्ञानं परामर्शयति. फलितं तथा चेत् च एतादृशज्ञाने व्याप्तेः पक्षसम्बन्धस्य च विषयत्वात् सङ्ग्रह उक्तं लक्षणं सङ्गच्छे एव. सो यदि सम्बन्ध अपि धर्म द्वे अवच्छेदक धर्म अवच्छेदक इति धर्म स्वीकृत्य वयं निरूप्यनिरूपकभाव प्रदर्शितं तत्र न केवलं धर्म पर्वतपर्यन्तं यानि पक्षपर्यन्तं तत्र व्याप्तिः अपि आगच्छति. ये पदार्था व्याप्ति आगच्छन्ति अपि ये पदार्थ पक्ष अपि हेतोः मध्ये आगच्छति. द्वये सर्वे आगच्छन्ति इति पदार्था अति परमार्शज्ञानम् इति निरूप्यते. बुद्धं वा सर्वैः प्रश्नः अस्ति वा? आं महोदय, ये सोपानेन वयं दृष्टवन्तः किल प्रथमं यद् चित्रम् अस्ति 184 मध्ये तत्र तु हेतोः तत्र केवलं हेतोपर्यन्तम् पर्यन्तम् आसीत्। तत्र अपि सम्बन्धः अस्ति वह्निः प्रतियोगितासम्बन्धेन अभावे, तत्सर्वं प्रथमचित्रे वयं दृष्टवन्तः। द्वितीयचित्रे यद् 186 मध्ये अस्ति तत्र वयं विशेष्यता प्रकारता इति योजितवन्तः, तद् पदार्थाः एव स्वीकृत्य किल पर्वतः पर्वतपर्यन्तं तत्र वाक्यमस्ति खलु 187 तमे पुटे द्वितीयपरिच्छेदे वर्णनिष्ठप्रकारता निरूपित इति एकं सोपानं। अतः एव इतस्ततः अस्ति तदेव मम भ्रमः। तत्र परामर्शविषयितनिरूपणम् आम् आं भगिनि, ये सम्बन्धः 184 अस्ति ते भवती यदि लिखतु 186 चित्रे सम्यक् भवति। अहं लिखितवती परन्तु तत् चित्रं किम् एतत् चित्रं किम् इति किञ्चित् यत्र यत्र उपरि प्रकारता अस्ति साधु वहनी निष्ठप्रकारता, तत्र वहनीत्वं भवति अवच्छिन्न प्रकारता, तस्य अधो विशेषता आगच्छति, तयोः मध्ये प्रतियोगिता आगच्छति, सो प्रतियोगितासम्बन्धः तत्र आगच्छति। तदनन्तरम् अभावनिष्ठप्रकारता अस्ति साधु, सो तृतीयसोपानम् अधिकरणम् अस्ति, सो तत्र प्रकारता विशेषतयो मध्ये स्वरूपसम्बन्धः, कारणकीता प्रकारता वहनी निष्ठ अभावनिष्ठप्रकारता अस्ति स्वस्वरूपसम्बन्धेन अस्ति अधिकरणे साधु, सो तत्र स्वरूपसम्बन्धः आगच्छति। यत्र अधिकरणनिष्ठप्रकारता निरूपितविशेषता आश्रयवृत्तित्वं तयोः मध्ये तत्र निरूपितत्वसम्बन्धः आगच्छति, निरूपितत्वति लैक् आधेयता आसीत् अतः निरूपतत्वसम्बन्धः आगच्छति। तत्र यत्र वृत्तित्वनिष्ठप्रकारता अस्ति, प्रकारता आश्रय निरूपितविशेषता अधो अभावः अस्ति, तत्र प्रतियोगिता पुनः अभावे प्रतियोगितासम्बन्धः अस्ति साधु। तदनन्तरं यत् अभावः पुनः धूमे अस्ति तत्र स्वरूपसम्बन्धः आगच्छति। धूमनिष्ठप्रकारता निरूपितविशेषता आशयपर्वत तत्र संयोगसम्बन्धः धूमपर्वतयो। धन्यवादः भगिनि। आम् अतः एतत्तु द्वितीयचित्रमस्ति, तृतीयमस्ति अवच्छिन्ना इति, यद् केन अवच्छिन्ना भवति इति तृतीयचित्रं 188 मध्ये अस्ति खलु अवच्छिन्न प्रकारता इत्येवम् आम् केन अवच्छिन्ना भवति इति चित्रत्रयम् अस्तु। इदानीं वयं तत्र तु यदा भगिनी उक्तवती सम्बन्धमपि योजयामः चेत् चतुष् सो बालेन सुखभोजनं भ्रमः एव जातः सुखबोधन अत्र उपरितनः अधो दिशि गच्छामश्चेत् प्रकारता निरूपित इति विशेषता अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठप्रकारता इति अस्ति, किन्तु अधो पर्वते आरम्भं कुर्मश्चेत् तत्र सर्वत्र विशेषता आगच्छति, यत्र प्रकारता अस्ति तस्य स्थाने विशेषता किं विशेषता विशेषता वक्तुं अन्यत् सर्वं समानं, तर्हि अभावत्व अवच्छिन्न अभावनिष्ठ विशेषता इति यत्र प्रकारता तत्र विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न क्षम्यतां प्रकारत्व अवच्छिन्न अभावत्व अवच्छिन्न विशेषता इति अपि च अत्र अमप्रिय भगिनी अत्र किमस्ति तृतीयसोपाने तृतीयसोपाने तु अस्माकम् अभावत्वम् अविशेष्यता अभावत्वं प्रकारता तत्र अवच्छिन्ना भवति तदेव अस्माकम् एतद् वाक्यं किल यद्वयम् इदानीं उक्तवन्तः सरला भगिन्या पठितं तत्र कः तत्र समानाधिकरणधर्मः इति यद् पठितं तदेव किल वन्नित्व अभाव अभावत्व आदीनामिव समानाधिकरणं विषयतानामपि तद् तदेव अस्मिन् चित्रे अस्ति किल तद् 188 सत्यं यथा तत्र समानाधिकरणमासीत् विशेषता प्रकारतयोः इदानीं तथा एव अत्र यथा तत्र अवच्छेदकत्वम् आसीत् इदानीं सम्बन्धस्य अवच्छेदकत्वं सम्बन्धः प्रकारतावच्छेदकः भवति इत्यस्मात् किं दीर्घवाक्यं वक्तुमिच्छति वा तत्र तथा च वन्नित्व अवच्छिन्न वन्नित्व अवच्छिन्न प्रतियोगितासम्बन्धेन इति आसीत् तदेव वा महोदय अत्रापि सम्बन्धः अभावत्वं विशेष्यता प्रकारता 191 तमे पुटे प्रथमे परिच्छेदे अन्तिमवाक्यं वा अन्तिमवाक्यं तथा च तदेव तथा च अस्तु वन्नित्व अवच्छिन्न प्रतियोगितासम्बन्ध अवच्छिन्न वन्नित्व अवचिन्न प्रतियोगितासम्बन्ध अवच्छिन्न अस्तु प्रतियोगिता इति सम्बन्धः तेन अवच्छिन्न तया अवच्छिन्न सम्बन्ध अवच्छिन्न प्रकारतानिरूपित अस्तु प्रकारतानिरूपितविशेष्यता प्रकारतानिरूपितविशेष्यत्व किल विशेष्यत्व अवच्छिन्न विशेष्यता केन अवच्छिन्न विशेष्यत्व अवच्छिन्न अभावत्व अवच्छिन्न अस्तु आम् अभावत्व अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न प्रकारतानिरूपित प्रकारतानिरूपित निरूप निरूपिताध्य इत्यादिरीत्या पर्वतत्व अवच्छिन्न किमर्थम् अत्र गतवन्तः अस्तु आदि इति अस्तु मध्ये न उक्तम् अस्तु पर्वतत्व अवचिन्न विशेष्यता निरूपकं ज्ञानं परामर्शः मध्ये फिलिन्द ब्लाङ्क्स् अस्तु कुत्र स्थगितवन्तः प्रकारत्वनिरूपितविशेष्यता अवचिन्न अभावत्व अवचिन्न स्वरूपसम्बन्ध अवचिन्न प्रकारतानिरूपित प्रकारतानिरूपित विशेष्यत्व अवच्छिन्न विशेष्यत्व अवच्छिन्न अभावत्व अवच्छिन्न क्षम्यतां विशेष्यत्व अवच्छिन्न प्रतियोगितासम्बन्ध सम्बन्ध प्रतियोगितासम्बन्ध अवच्छिन्न प्रकारतानिरूपित स्वरूपसम्बन्धः अस्ति वा पुनः प्रतियोगिता प्रथमम् अनन्तरमेव स्वरूपसम्बन्धः किल महोदय अभावयोः प्रतियोगिता अनन्तरं प्रकारता अवच्छिन्न विशेष्य प्रकारता न न न न न अभावः आरम्भतः पुनः अस्तु वन्नित्वा अवचिन्न प्रतियोगितासम्बन्ध अवचिन्न प्रतियोगितासम्बन्ध अवचिन्न प्रकारतानिरूपित विशेष्यत्व अवचिन्न विशेष्यत्व अवचिन्न अभावत्व अवचिन्न विशेष्यत्व अवचिन्न अभावत्व अवचिन्न स्वरूपसम्बन्ध अवचिन्न तदपि आगच्छति स्वरूपसम्बन्ध अवचिन्न प्रकारतानिरूपित निरूपित निरूपित इति पर्यन्तम् आगच्छति निरूपित प्रकारता अवच्छिन्न प्रतियोगिता सम्बन्ध अवच्छिन्न अत्र इदानीम् अधिकरणम् अस्ति खलु अधिकरणम् आम् तद् तत्र विशेषत्व अवच्छिन्न विशेषत्व अवच्छिन्न विशेष्यत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न इदानीं स्वरूपसम्बन्धः निरूपितत्वसम्बन्ध सरलभगिनी सहां करोतु निरूपितत्वसम्बन्धः तृतीयसम्बन्धः तृतीयं भगिनी द्वे धर्मे एक सम्बन्ध एवं वा अस्तु अहं चित्ररूपेण पुनः पुनः आरम्भ साधयामि महोदय चित्ररूपेण मुख्य भगिनी वहनी मुख्य प्रकारता केवलम् अस्ति वहनी विशेषता नास्ति तत्र केवलं वहनीत्वम् एण्ड् प्रतियोगिता सम्बन्ध इति भवति किन्तु तदनन्तरं विशेषत्वसम्बन्ध अभावत्वसम्बन्ध अभावत्वधर्म अपि सम्बन्ध अपि आगच्छति सम्बन्ध अवच्छिन्ना त्रय अवच्छिन्ना भवन्ति अस्तु वैनित्व अवच्छिन्न प्रतियोगिता सम्बन्ध अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न निरूपितत्व अवच्छिन्न प्रकारता निरूपित विशेषत्व अवच्छिन्न वृत्तित्वम् अवच्छिन्न वृत्तित्वम् अवच्छिन्न प्रतियोगितासम्बन्ध अवच्छिन्न विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न स्वरूपसम्बन्ध अवच्छिन्न विशेषत्व अवच्छिन्न धूमत्व अवच्छिन्न संयोगसम्बन्ध अवच्छिन्न पर्वतत्व अवच्छिन्न संयोगसम्बन्ध अवच्छिन्न प्रकारता निरूपित पर्वतत्व अवच्छिन्न विशेषता निरूपक ज्ञानम् इति अस्ति तत्र 188 तमे पुटे अधो भागे यः परिच्छेदः अस्ति तस्मिन् वाक्ये सम्बन्धत्वं सम्बन्धस्य अवच्छेदकत्वं योजयामश्चेत् अन्यत् सर्वं तत्र अस्ति एव मध्ये मध्ये यत्र अभावनिष्ठ किमपि निष्ठ इति अस्ति ब्लाङ्क् निष्ठ तत्र सम्बन्ध अवच्छिन्न इति योजनीयम् अभावनिष्ठ इति स्थाने तत्र प्रतियोगितासम्बन्ध अवच्छिन्न अभावनिष्ठप्रकारता इत्यस्य स्थाने स्वरूपसन्ध स्वरूपसम्बन्ध अवच्छिन्न प्रकारता अग्रे अधिकरणनिष्ठ इत्यस्य स्थाने निरूपितत्वसम्बन्ध अवच्छिन्न प्रकारता पुनः वृत्तित्वनिष्ठ तस्य स्थाने किं स्वरूपसम्बन्ध अवच्छिन्न प्रतियोगितासम्बन्ध अवच्छिन्न इति योजनीयं पुनः अभावनिष्ठ इत्यस्य स्थले स्वरूपसम्बन्ध अवच्छिन्न प्रकारता अग्रे धूमनिष्ठ तस्य स्थाने किं संयोगसम्बन्ध अवच्छिन्न प्रकारता इति फलितं वाक्यम् आगच्छति सम्बन्ध उक्त्वा निष्ठ तस्मिन् आगच्छति घटवत् भूतलं यदि वयं वदामः संयोगसम्बन्ध तत्र भूतलमपि आगच्छति घटमपि आगच्छति घट भूतलनिष्ठ घट इति वदनेन आवश्यकता न भवति सम्यक् रजतन् महोदय साधु वा? आम् आं महोदय, चिन्तयामि, किञ्चित् मया पठनीयम्, अधिकं पठनीयम् अत्र. केवलं दीर्घवाक्यं, तत्र सारांशः तु पक्षधर्मतायां किं ज्ञानम् अस्ति, व्याप्तिज्ञानम् अपि च पक्षधर्मता ज्ञानम् इत्येव मुख्यविषयः. अस्तु अग्रे रामप्रिया भगिनी, यत्र यत्र पठति वा? यत्र यत्र धूमः तत्र तत्र अग्निः इति सहचर्यनियमः व्याप्तिः. तत्र तत्र न किं तत्र तत्र क्षम्यतां, तत्र अग्निः तत्र तत्र न क्षम्यतां, तत्र अग्निः इति सहचर्यनियमः व्याप्तिः. व्याप्तस्य पर्वतादिवृत्तित्वं पक्षधर्मता. अत्र सम्प्रति परामर्शे विषयीभवन्तौ पदार्थौ व्याप्तिपक्षधर्मते मूलकारः निरूपयति यत्र यत्र यत्र यत्र धूमः इति. यत्र यत्र इति द्वि उक्तयत्रपदेन सर्वाणि धूमाधिकरणानि लभ्यन्ते. तत्र अग्निः इत्यनेन तेषु सर्वेषु धूमाधिकरणेषु अवश्यं वह्निः अस्ति इति ज्ञायते. अस्तु, अत्र यत्र यत्र यत्र धूमः व्याप्तिः इत्यस्य लक्षणम् इति वक्तुं शक्नुमः महोदय. यत्र धूमः अत्र लक्षणमस्ति न, यतोहि एकम् उदाहरणमस्ति खलु अत्र, एकम् उदाहरणं खलु. तर्हि लक्षणवाक्यम् इति न, किन्तु किम् अभिनयवाक्यम् इति महोदयेन उक्तम्. अभिनयवाक्यं वा, प्लेस् होल्डर् इति किमपि? ओ तथा दृष्टान्तरूपेण, तादृशरूपेण. अस्तु, यत्र यत्र धूमः तत्र अग्निः इति अस्माकं सामान्य सहचर्यनियमः. तदेव व्याप्तिः इति वयं जानीमः. व्याप्यस्य इत्युक्ते धूमस्य पर्वतादिवृत्तित्वं पक्षधर्मता. पर्वतः इति हेतुः पक्षः अग्निः. अस्तु, पक्षः धूमस्य व्याप्यस्य इत्युक्ते धूमः पक्षे आदि पर्वतादिवृत्तित्वं वृत्तित्वम् इत्युक्ते आधीयता पक्षधर्मता. तदेव पक्षधर्मता. अस्तु, आं पक्षधर्मता, पक्षः एव पर्वतः. अस्तु, सम्प्रति परामर्शे विषयीभवन्तौ पदार्थौ व्याप्तिपक्षधर्मते मूलाकारः निरूपयति यत्र यत्र धूमः इति. अस्तु, यत्र यत्र धूमः इति यद् मूलकारः इत्युक्ते लेखकः यत् निरूपयति, मूलकारः इत्युक्ते मूलग्रन्थे एव किल, तद् यद् निरूपयति तद् अस्ति विषयीभवन्तौ पदार्थौ इत्युक्ते द्विवचनं व्याप्तिः पक्षधर्मता. विषयीभवन्तौ पदार्थौ अत्र धर्मते इति उक्तं खलु, धर्मते कीदृशं पदं? धर्मतः धर्मते समासः, यथा लता लते लताः, व्याप्तिः पक्षधर्मता. धर्मता धर्मते किं भगिनि? इतरेतरद्वन्द्व व्याप्ति च सत्यम्. अपि च स्त्रीलिङ्ग द्विवचनं धर्मते धर्मते. अस्तु, इतरेतर ते तु परामर्शे विषयीभवन्तौ पदार्थौ के इत्युक्ते व्याप्तिः पक्षधर्मता. यत्र यत्र इति किमर्थम् उक्तम् इत्युक्ते सर्वाणि धूमाधिकरणानि, यत्र यत्र इति पदेन सर्वाणि धूमाधिकरणानि लभ्यन्ते इति पदाभ्यां, यत्र यत्र पदाभ्यां पदाभ्यां पदद्वयमस्ति खलु आम् द्विवारम् उक्तं यत्र यत्र इति पदाभ्यां सर्वाणि अधिकरणानि तत्र अन्तर्भूतानि धूमाधिकरणानि अन्तर्भूताम् अग्निः इति यत् पदम् उक्तं तेषु सर्वेषु धूमाधिकरणेषु अवश्यम् अग्निः अस्ति इति ज्ञायते यत्र वयम् अग्निः तत्र अग्निः आम् तत्र अग्निः आम् यत्र यत्र धूमः तत्र अग्निः इति यदा वदामः तत्र अग्निः इत्यनेन धूमाधिकरणेषु अवश्यम् अग्निः अस्ति इति वयं ज्ञातुं शक्नुमः. अत्र इत्थं चिन्तयामः वह्नी धूमयोः अधिकरणानि तावत् गणयामः. अस्तु यत्र चित्रमस्ति वयम् इदानीम् एकम् उदाहरणरूपेण स्वीकृत्य कथं यत्र यत्र धूमः तत्र अग्निः इति अस्ति इति चिन्तयामः. तत्र वह्निधूमयोः अधिकरणानि गणयामः कथम् अस्ति इति. अस्तु जगति चतुष्षष्टिसङ्ख्याकानि एव अधिकरणानि सन्ति इति भावयामः. चतुष्षष्टिसङ्ख्याकानि एव अधिकरणानि. नहि तेषु सर्वत्र अग्निः अस्ति किन्तु चित्रे दर्शितरीत्या अष्टसु स्थलेषु वर्तते. धूमः कियत्सु स्थलेषु दृश्यते? वह्नेः यानि अष्टौ स्थलानि तेषु अपि पञ्चसु स्थलेषु वर्तते न सर्वेषु. तेन इदं लभ्यते धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते. एवंविधः यः वह्नेः स्वभावः तत् व्यापकत्वम् इति उच्यते. धूमस्य यानि अधिकरणानि तत्र सर्वत्र वर्तमानत्वम् इति यावत्. अतः तत्र इत्यनेन वह्नेः स्वभावः व्यापकत्वरूपः निरूपितो भवति. अस्तु इदानीं वह्नेः स्वभावः कीदृशः इति. अतः तत्र चतुष्षष्टिसङ्ख्यकानि अधिकरणानि सन्ति इति चिन्तयामः. तत्र सर्वत्र तु अग्निः नास्ति. चित्रे दर्शितमस्ति तत्र अष्टसु स्थलेषु एव अग्निः अस्ति. धूमः कियत्सु स्थलेषु इत्युक्ते यत्र यत्र वह्निः अस्ति तत्र वयं तत्र धूमः न क्षम्यतां वह्नेः यानि अष्टौ स्थलानि अस्तु वह्नौ अष्टौ स्थलानि आम् अस्ति तेषु अपि पञ्चसु स्थलेषु एव वह्निः वर्तते क्षम्यतां धूमः वर्तते सर्वेषु स्थलेषु न. अस्तु तद् अवगतम्. अस्तु तेन इदं लभ्यते. तेन इत्युक्ते वह्निः अष्टौ स्थल वह्निः अष्टौ स्थलानि अस्ति. धूमः तु पञ्चसु स्थलेषु एव वर्तते इत्यनेन इदं लभ्यते धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते. अस्तु यत्र यत्र धूमः अस्ति तत्र तत्र तु वह्निः अस्ति तत्र वह्निः अस्ति. अस्तु एवंविधः यः वह्नेः स्वभावः तत् व्यापकत्वम् इति उच्यते. वह्नेः यत् स्वभावः अस्ति तस्य नाम व्यापकत्वं. धूमस्य यानि अधिकरणानि तत्र सर्वत्र वर्तमानत्वम् इति यावत्. यत्र धूमः अस्ति तत्र वह्निः अस्ति इति कारणात् वह्नेः स्वभावः व्यापकत्वं. तस्य नाम सः व्यापकः. अस्तु अतः तत्र इत्यनेन वह्नेः स्वभावः व्यापकत्वरूपः निरूपितः भवति. अस्तु यत्र धूमः अस्ति तत्र वह्निः अस्ति इति कारणेन सः व्यापकत्व स्वभावः वह्नेः स्वभावः व्यापकत्वरूपः इति वयं निरूपयामः. अत्र चतुरङ्गफलकं चेस् बोर्ड् इव अस्ति खलु तत्र अष्टसु स्थलेषु वह्निः तयोः तेषु पञ्चस्थलेषु धूमः. तर्हि अधिकदेशवृत्तित्वं कस्य अस्ति? अधिकदेशवृत्तित्वं वह्नेः अस्ति. न्यूनदेशवृत्तित्वं न्यूनदेशवृत्तित्वं तु धूमे अस्ति अस्ति तत्र व्यापकः इत्यस्य एकम् अपरं वाक्यं संज्ञा अस्ति अन्यूनवृत्तित्वम् अथवा अधिकदेशवृत्तित्वं मानव यः व्यापकः तस्य स्वभावः एवम् अस्ति अन्यूनवृत्तित्वम् अथवा अधिकदेशवृत्तित्वं समानम् न्यूनं न भवेत् अधिकमेव भवेत् यः व्यापकः तस्य अधिकम् अथवा समानं किन्तु अन्यूनं न भवेत् समानं भवितुमर्हति कुत्रचित् पदार्थद्वयोः सम्बन्धः यत्र यत्र एकः तत्र अपरः अपि च यत्र अपरः तत्र एकः तत् भवितुमर्हति कुत्रचित् अत्र न अत्र धूमं विना वह्निः तिष्ठति कल्पनं करोतु वह्निः धूमं विना न तिष्ठति तर्हि कः व्यापकः कः व्याप्यः इति न वक्तुं शक्नुमः खलु द्वयोः अपि सामान्यमस्ति तत्र विपरीतरीत्या अपि भवितुमर्हति कः व्यापकः इति द्वयोः अपि व्यापकः द्वौ अपि व्याप्यः तथा अत्र नास्ति किन्तु प्रश्नः अस्ति वा न महोदय कष्टम् अस्तु राजेन्द्रमहोदय अग्रिमं समापयति वा अग्रिमपरिच्छेदम् आम् आं महोदय तादृशं व्यापकत्वं वनोः ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्ता व्याप्तिः ज्ञातुं शक्या कथं पूर्वोक्तेषु चतुष्षष्ट्यां अधिकरणेषु वह्निः अभाववन्ति यानि षट् पञ्चाशत् अधिकरणानि तत्र सर्वत्र धूमोपि नास्ति एवं च वह्निः अभाव अधिकरणेषु अवर्तनं तादृश अधिकरणनिरूपितवृत्तित्व अभावः धूमस्य स्वभावः अस्माभिः ज्ञातुं शक्यः तस्य एव स्वभावस्य व्याप्तिर् इति व्याप्यत्वम् इति वा संज्ञा निरूपितश्च अयम् अर्थः अस्माभिः प्राक् विशदतया एवञ्च यत्र यत्र धूमः तत्र अग्निर् इति सङ्ग्रहवाक्यं वह्निस्वभावं साध्यस्वभावं व्यापकत्वं व्यापकरूपं भूते धूमस्य हेतोः स्वभावः व्याप्तिः अस्तु विपरीत आलोचनेन लभ्यते तादृशव्यापकत्वं वह्निः ज्ञायते वह्निः व्यापकम् एवं महोदय अस्ति धूमः तु व्याप्यः सत्यं वह्निः व्यापकः तर्हि वह्निः व्यापकत्वं वह्निः व्यापकः धूमः तु व्याप्यः तादृशं व्यापकत्वं वह्निः ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्ता व्याप्तिः ज्ञातुं शक्यः कस्मिंश्चित् यथा वयं दृष्टवन्तः वह्निः स्वभावः व्यापकत्वमस्ति वह्निः व्यापकः अपि च धूमः व्याप्यः अस्ति तत् पूर्वं वयं ज्ञातुं शक्नुमः चित्रं दृष्ट्वा कथं पूर्वोक्तेषु चतुष्षष्ट्याम् अधिकरणेषु वह्निः अभाववन्ति यानि षट् पञ्चाशत् अधिकरणानि तत् सर्वत्र धूमः अपि नास्ति चतुष्षष्ट्याम् अधिकरणेषु तत्र षट् पञ्चाशत् अधिकरणानि तत्र सर्वत्र धूमः अपि नास्ति अपि च वह्निः अपि नास्ति एवं च वह्निः अभाव अधिकरणेषु अवर्तनम् अवतं यत्र वह्निः अभावः एवं च वह्निः अभाव अधिकरणेषु अवर्तनं वह्निः अभाव अधिकरणेषु अवर्तनमस्ति तत्र धूमः नास्ति तादृश अधिकरणनिरूपित वृत्तित्व अभावः धूमस्य स्वभावः अधिकरणनिरूपितवृत्तित्व अभावः यत्र वृत्तित्व अभावः अस्ति यथा पूर्वम् अस्माभिः पठितवन्तः साध्य अभावः अवृत्तित्वं व्याप्तेः लक्षणम् अस्ति तादृश अधिकरणनिरूपितवृत्तित्व अभावः धूमस्य स्वभावः अस्ति यत्र धूमस्य अभावः अस्ति तत्र साध्य अभावः अपि अस्ति एव अस्माभिः ज्ञातुं शक्यः वयं ज्ञातुं शक्नुमः तस्य एव स्वभावस्य व्याप्तिर् इति व्याप्यत्वम् इति च वा संज्ञा तस्य एव सः स्वभावः एव धूमस्य व्याप्तिर् इति अग्नेः धूमस्य व्याप्तिर् इति व्याप्यत्वम् इति धूमस्य व्याप्यत्वं स्वभावः तत् सा संज्ञा कर्तुं शक्नुमः धूमस्य निरूपितश्च अयम् अर्थः अस्माभिः प्राक् विशदतया निरूपितश्च अयम् अर्थः अस्माभिः पूर्वम् अपि स्पष्टतया ज्ञातवन्तः स्पष्टतया उक्तवन्तः एवञ्च यत्र यत्र धूमः तत्र अग्निर् अति इति सङ्ग्रहवाक्यं ध्वनिस्वभावं साध्यस्वभावं व्यापकत्वं रूपं ब्रूते यत् यथा वयं यत्र यत्र धूमः तत्र अग्निर् इति वदामः तत् सङ्ग्रहवाक्येन एवम् अवगच्छामः तत् ध्वनिस्वभाव साध्यस्वभावः व्यापकत्वरूपं रूपं वदामः वह्नि व्यापकत्वं व्यापक अस्ति तत् वयं ज्ञातुं शक्नुमः धूमस्य हेतोः स्वभावः व्याप्तिर् अस्ति धूमस्य स्वभावः तु व्याप्य अस्ति विपरीत आलोचनेन लभ्यते वह्निः तु व्यापकरूपं वह्निः व्यापकरूपम् अस्ति धूमे व्याप्ति रूपम् अस्ति तत् विपरीत आलोचनेन तत् अस्माभिः तस्य अर्थः ज्ञायते अत्र यत्र यत्र धूमः इति वाक्येन वह्निस्वभावं साध्यस्वभावम् अपि च हेतोः स्वभावः अत्र अग्रे आगच्छति विपरीतालोचनेन लभ्यते प्रश्नमस्ति वा किं भगिनि विपरीत आलोचने धूमो अभाव भवति अधिकस्थलेषु वेनि अभावः भवति न्यूनस्थलेषु सो इति विपरीत आलोचने भवति व्याप्यकव्याप्तिभावः यत्र वन्य अभावः तत्र धूमाभावः धन्यवादः तावदेव पठितम् इति मन्ये खलु भगिनि तर्हि प्रश्नाः न सन्ति चेत् किं भगिनि महोदय आगच्छति वा एतत् शनिवासरे अहं न जानामि भगिनि किमपि मया न श्रुतम् अस्तु अस्तु प्रश्नाः न सन्ति चेत् स्थापयामः धन्यवादः शुभरात्रि महोदय